नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति हल्सन्धिपाठः इति प्रथमः भागः. तत्र मोमोस् इति अङ्ग्लग्रन्थधातुः अस्माभिः लङ्लकारस्य प्रथमपुरुषे एकवचनं मध्यमपुरुषे एकवचनं इत्यनयोः रूपाणि साधितानि अथवा इत्यनयोः रूपद्वयम् अथवा रूपत्रयं यत्किमपि भवतु तत् साधितम्. इदानीं बुद्ध् इति धातुः बो बुद्ध् इति धातुः तस्य तत्र अग्रिमधातुः ततः आरभ्य कुर्मः. तर्हि किं लक्ष्मीभगिनी आरब्धुमिच्छति वा? आं भगिनि करिष्यामि. बुद्ध् इति धातुः बो बुद्ध् इति यङ् लुगन्धधातुः अडागमः अपि भूत्वा अबो बुद्ध् इति अङ्गम् अबोबुत् योग इत्यत्र गुणस्य प्रसङ्गः प्राप्तिः च पुगन्धलघुपतस्य च इति सूत्रेण तर्हि अबोबोध् योग अत्र तकारः लुप्यते हल्नाभ्यो दीर्घस्य प्रथमहल् सूत्रेण अबोबोध् इत्यत्र अन्तिम अवयवः जषन्तः तथा भषादि एकाच् अपि अस्ति अतः भष्भावः भवति एकाचो भषो भष् जषन्तस्य स्थोः अत्र पदान्ते इति कृत्वा निमित्तानि पूरितानि. तर्हि बोध् इत्यस्य बकारस्य स्थाने चतुर्थवर्णः भकारः भूत्वा अबोबोध् इति रूपम् अबोबोध् इत्यत्र जष्टुं सम्भवति जलां जष्टुन्ते इत्यनेन अबोबोध् वावसान इत्यनेन अबोबोत् इति चर्त्वं च विकल्पेन जष्त्वं च अबोबोध् इति रूपद्वयं. मध्यमपुरुष लोट्लकरे मध्यमपुरुष एकवचने च समानमेव रूपं समानप्रक्रिया च किमर्थं लोट्लकारः इति वदति? क्षम्यतां लङ्लकारे मध्यमपुरुष एकवचने क्षम्यताम् अत्रापि समानप्रक्रिया समानरूपम् अन्तिमरूपद्वयं लभते अबोभोत् अबोभोद् इति रूपत्वे. इदानीं दकारान्तः अस्ति खलु? आम् सत्यं बोध् दश दश्च दश्च इति सूत्रमस्ति दकारान्तधातोः अत्र विसर्ग अस्ति दकारस्य रु आदेशः रु आदेशः भवति निमित्तमपि सिपि परे एव. तर्हि अभोबोध् इति यत्र दकारान्तरूपं लभते तत्र दश्च इति सूत्रेण दकारस्य रु आदेशः भवति परं विकल्पेन खलु विकल्पेन एव विकल्पेन एकस्मिन् पक्षे रु आदेशः अन्यस्मिन् पक्षे दकारः एतावत् हा दकारः एव तिष्ठति. तर्हि अत्र सिपि परे रूपत्रयं सम्भवति अभोभूत् अभोभूत् पुनः ऋत्वविसर्गः भूत्वा ऋत्वम् अस्ति विसर्गः करवसने विसर्जनीयः सूत्रेण विसर्गः भूत्वा अभोभोः इति अबोभोः इति रूपत्रयं सम्यक् सम्यक् धन्यवादः धन्यवादः. तर्हि अग्रे अस्ति लाञ्च् लाक्सि इति धातुः ला लाञ्च् इति धातुः किम् अरुणा भगिनी वदति वा? लाल् लाञ्च् योगः अत्र संयोगः अस्ति भगिनि, संयोग चकारलोपो भवति वा, षकात् तालवशकारः आगच्छतः, तत्र तालवशकारः किं किमर्थम् इत्युक्ते व्रश्च ब्रश्च इति न वदति वा? अस्ति तुक् सहित एव तालवशकारः भवति, अत्र तुक् सहित नास्ति सो परन्तु लाल् नद् अत्र नकार संयोगः अस्ति खलु भगिनि, इष्टो संयोग संयोगः अस्ति चेत् संयोगः अस्ति चेत् स्कोः संयोग स्कोः इत्युक्ते तत्र संयोगस्य आदौ सकारः ककारः भवेत् खलु, स्कोः संयोग अन्ते च संयोगस्य सकारः नास्ति, संयोगस्य प्रथमसदस्य सकारः संयोगान्ते लोपः अन्तवर्णलोपः भवति तावदेव योगः अलालन् लालन् तकारलोपः भवति हल् अलालाभ्य लालालान् ओ अलालान् तदनन्तरं तकारलोपः भवति अलालान् तदेव अवशिष्यते भगिनि अलालान् ऐश्वर्यरूपं सकार अस्ति चेदपि समानमेव मध्यमपुरुषे अपि मध्यमपुरुषे अपि समानं प्रथमपुरुषे अपि समानम् अलालान् इति भवति अत्र अत्र नकारः कथं नकारः आगतः अत्र लाचि इति धातुः खलु तर्हि लाच् इति अस्ति तत्र नकारः कुतः आगतः धातोः पर अत्र नकार अन्त अजन्त अन्त अनन्तरम् आगच्छति तदनन्तरं लालन् छकारः अस्ति चेत् झकारः ओके ओके ओके सम्यक् अस्ति भगिनि आलालान् इति रूपमस्ति समीचीनं किमर्थम् अत्र नकार आगतवने भवती उक्तवती खलु इदितोनुं धातोः इति नुमागमः भवति तदेव स एव नकारः अन्तिमस्वरात् अत्र चकार अस्ति तस्य शुद्धां भगिनि आम् तत्र औपदे इत्युक्ते तत्र तस्य परिवर्तनं नशपदान्तस्य जलि अनुस्वरस्य परस्वर्ण तत्सर्वं भवति तत्सर्वं भवति ञकारः अस्ति परन्तु मूले नकारः अस्ति इति तत्सर्वं वयं वदामः खलु यतोहि इदानीं चकारः इदानीं तत्र अन्ते ञकारः अस्ति चेत् अलालान् इति न वक्तुं शक्नुमः अलाल्या इति किमपि वक्तव्यं खलु ञकारः अस्ति इति चेत् तदानीं वयं किं वदामः मूले तु नकारः एव आसीत् तर्हि संयोगान्तस्य लोपः इति तु पूर्वसूत्रमस्ति नष्टापदान्तस्य जलि इति परसूत्रमस्ति अतः इदानीं चकारः लुप्यते चकारः संयोगान्तस्य लोपः इति लुप्यते तादृशचकारः एव निमित्तम् अस्ति नकारस्य ञकाररूपेण परिवर्तनार्थं तर्हि निमित्तं नशिष्यमाणम् अस्ति इति कृत्वा तादृशकार्यमपि न कुर्मः नष्टपदन्तस्य अनुस्वरस्य परसवर्णः इति द्वयोः कार्यं नास्ति अत्र अकृतव्यूहाः पाणिनीयाः इति परिभाषया यतोहि तत्र चकारः यद् निमित्तमस्ति तद् निमित्तं नशिष्यमाणम् अस्ति अग्रे गत्वा इति कृत्वा तादृशकार्यमपि न कुर्मः. अतः प्रक्रियार्थं यदा वयं दातुं यङ्लुगन्तदातुम् आनयामः तदानीं ण्यकारं स्वीकृत्य न आनयामः, केवलं नकारः मूले यः नकारः अस्ति तमेव स्वीकृत्य आनयामः. अतः एव अलालाञ्च् नकारः अस्ति, न तु ण्यकारः. धन्यवादः भगिनी. अत्र ह्रस्व इति सूत्रं कार्यं न करोति वा? कुत्र लाला इति अस्ति खलु? कार्यम् अवश्यं करोति, कार्यम् अवश्यं करोति, परन्तु यङ्लुकि इतोपि विशिष्टसूत्रम् अस्ति दीर्घोक्तितः इति, तेन पुनः दीर्घत्वं भवति. ओ अस्तु अस्तु. ओके, अग्रिमधातुः ब्रज्ज्. तत्र पूर्वस्मिन् धातौ कोऽपि प्रश्नः अस्ति वा, स्पष्टता अस्ति वा? ओके, अग्रे ब्रश्च, मा ब्रश्च इति धातुः. सरस्वती भगिनी वदति वा? आं भगिनि, वा भ्रश्च, तर्हि भ्रश्च अत्र रागम भूत्वा अबाभ्रश्च भवति. इदानीं योग सकारः अस्ति, तर्हि अत्र हल्याभ्युदीर्घस्थितिस्य पुक्तं हल् इत्यनेन सकारस्य लोपः भवति, अवशिष्यते अबाभ्रश्च. इदानीमत्र अन्ते संयोगः अस्ति, परन्तु भ्रश्च भ्रश्च सृजमृजयज एवं विशिष्टसूत्रमपि अस्ति, परन्तु संयोगान्तस्य लोपः त्रिपाद्याम् अष्टमाध्याये द्वितीयपादे त्रिविंशतितमं सूत्रमस्ति, ह्रश्चभ्रश्च षट्त्रिंशत् सूत्रमस्ति. अतः ह्रश्चभ्रश्च कार्यं न करोति. इत्युक्ते एकमस्ति न सकारजकार अस्ति, तर्हि तत्र स्पष्टना शु अपि कार्यं करोति. संयोगान्तस्य लोपः इति यदा यदा चिन्तयति तत्र संयोगः अस्ति चेत् कानि सूत्राणि सन्ति इति सर्वदा मनसि भवेत्. आमां तदेव, सोः स्तोश्चुनाश्चुः अपि कार्यं करोति तत्र प्रथमं तु. न, तस्मात् पूर्वमेव स्तोश्चुनाश्चुः इति तु चतुर्थपदे अस्ति, संयोगान्तस्य लोपः तदनन्तरं किं किम् अस्ति? कोः संयोगान्ति च तस्य कार्यं भवति, तस्य कार्य तस्य प्रसक्तिः अस्ति, एवमेव भ्रश्चभ्रश्च तस्यापि प्रसक्तिः अस्ति. कार्यस्थलं भिन्नम् अस्ति खलु द्वयोः? आम्, कार्यस्थलं भिन्नम् अस्ति. तर्हि कोः कोः इति पूर्वसूत्रं पूर्वसूत्रमस्ति, तर्हि कोः संयोगाद्युरन्ति च कार्यं करोति चेत् सकारस्य लोपः भवति, तर्हि अबाभ्रज् भवति. वस्तुतः भगिनी तत्र सकारजकारयोः संयोगः यदा अस्ति, यथा भवती वदति भ्रश्च भ्रश्च इत्यस्य प्रसक्तिः अस्ति, कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः अस्ति, संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति. तर्हि कोः संयोगाद्योरन्ते च इति सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादभूतसूत्रम् अस्ति. अतः इदानीं सूत्रद्वयं प्रसक्तम् अस्ति युगपत्, यद्यपि कार्यस्थलं भिन्नम् अस्ति, परन्तु व्रश्चभ्रश्च इति सूत्रं परसूत्रम् अस्ति इति कृत्वा स्वयम् असिद्धं, स्वयम् असिद्धं, पूर्वत्र सिद्धम् इति न असिद्धम्. अतः एव स्कोः संयोगाद्युरन्ते कार्यं करोति. सत्यं खलु? आम्, इति किञ्चित् तत् सर्वं वदति चेत् सर्वेषां पुनःस्मरणं जायते. अस्तु, तर्हि पुनः एकवारं वदामि किम्? वदतु. अस्तु, तर्हि अबाभ्रज् भवति, सकारः अस्ति, तस्य हल् न्याभ्यो दीर्घः स्थितिः इत्यनेन लोपः भवति. इदानीम् अत्र अबाभ्रश् अवशिष्यते, तत्र संयोगः अस्ति अन्ते, तर्हि संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति एव. पुनः सकारपूर्व वर्णः अस्ति संयोगे, अतः सकारपूर्णपूर्ववर्णः अस्ति, अतः स्कोः संयोगाद्युरन्ति च अस्यापि प्रसक्तिः भवति. स्कोः संयोगाद्युरन्ति च संयोगान्तस्य लोपः इत्यस्य अपवादसूत्रं भवति. अतः संयोगान्तस्य लोपः तु कार्यं न करोति, केवलम् इदानीम् अपवादसूत्रेण स्कोः संयोगाद्युरन्ति च इत्यस्य कार्यं भवितुम् अर्हति. परन्तु भ्रज धातुः अस्ति, तर्हि व्रश्चभ्रज सृजमिज राजभ्रज छशांशः इत्यस्य अपि प्रसक्तिः भवति. परन्तु त्रिपाद्यां सः तत् परसूत्रमस्ति, तर्हि पूर्वत्र सिद्धम् इत्यनेन तस्य कार्यं न भवति. अतः स्कोः संयोगाद्योरन्ति च तस्यैव कार्यं भूत्वा सकारस्य लोपः भवति. इदानीम् अवशिष्यते अबाभ्रज, अभाभ्रज. इदानीं जकार अन्ते अस्ति, इदानीं च वर्णस्य च वर्गस्य अन्ते अस्ति, तर्हि भ्रज् भवति, तर्हि तत्र चोः कुः कार्यं करोति. अतः भगिनी भ्रग् इदानीं भ्रज् भ्रज् कार्यं कर्तुं शक्नोति खलु. ओके. हा, परन्तु मूलरूपेण भ्रज एव अस्ति अतः किम् इत्युक्ते भगिनी चिन्तयति यत् एकवारं बाधितं चेत् बाधितमेव, तर्हि पुनः किमर्थं कार्यं करोति इति चिन्तनं वा? अहं चिन्तितवती इदानीं अबा भ्रज भवति न, तर्हि भवती इति तदर्थमेव न तदर्थम् एव स्थलं भिन्नम् अस्ति खलु. यत्र सकारस्य लोपः यत्र जायमानम् अस्ति तत्र केवलमेकमेव सूत्रं प्रसक्तं, यद्यपि चिन्तनार्थं वयम् उक्तं युगपद्वयोः सूत्रयोः प्रसक्ति, परन्तु एकस्मिन् स्थले नास्ति. अतः वस्तुतः तादृशचिन्तनम् आवश्यकमेव नास्ति. सकारस्य लोपार्थम् एकमेव सूत्रमस्ति स्को संयोगाद्योरन्ते चेत् तस्य कार्यं भवति. इदानीं तर्हि कर्तुं शक्नुमः तर्हि इदानीम् अबाभ्रज् अस्ति, तदा द्रष्टभ्रज सृजमृजेज राजभ्रज शशांसः इत्यनेन जकारस्य स्थाने षकार आगच्छति, तर्हि अबाभ्रज् अबाभ्रश् भवति. जष्ट्वसन्धि भूत्वा तत्र अबाभ्रड् भवति, तथा झलां जषन्ते इत्यनेन अबाभ्रड् भवति, तथा तदनन्तरं वा अवसाने इत्यनेन अबाभ्रट् भवति सकार अस्ति तदा. पुनः यदि सिप् अस्ति मध्यमपुरुषे एकवचनमपि सकार भवति, तत्र तत्रापि समानमेव कार्यम्. अतः पुनः तत्रापि अबाभ्रड् तथा अबाभ्रट्. सम्यक् सम्यक् सम्यक् समीचीनं धन्यवादः. हा, इत्युक्ते एकस्मिन् स्थले एव कार्यद्वयम् अस्ति चेत् तदानीं तत्र बाध्यबाधकभावचिन्तनम्, अत्र स्थलद्वयम् अस्ति खलु. किञ्चित् सम्भ्रमम् अभवत् ममपि, यतोहि अहं चिन्तितवती भ्रज इदानीं भ्रज नास्ति न, भ्रज भवति, तर्हि कार्यं करोति वा एवं, परन्तु अवगतवती इदानीं. धन्यवादः. हा, इदानीमपि धातुत्वम् अस्ति, भ्रज इति धातुत्वम् अस्ति अत्र, अपि च तत्र प्रश्नः भवतां तत्र भवेयुः यत् व्रश्च ब्रज ब्रज इति धातुः एव उल्लेखितः अस्ति सूत्रे, अत्र तु ब्रज धातु नास्ति, अबाब्रज अस्ति, बाब्रज अस्ति, तर्हि कथं कथं किञ्चित् सम्भ्रमम् अभवत्. तर्हि तस्य उत्तरं न प्राप्तम्, केनापि ज्ञायते वा? उषा भगिनी वदतु. इवन् इफ् देर् इस् अ बम्प् देर् इस् द सेम् पर्सन् ऐ डोण्ट् नो टु से देट् इन् ट्रान्स्क्रिप्ट्. अत्र देर् इस् अ बम्प् इति न, अत्र तु नूतनधातुः अस्ति. नूतनधातुः आम्. ब्रज् इति भिन्नः धातुः, बाब्रस् इति भिन्नः यङ्ग् लुगन्तदातु. तर्हि बम्प् अस्ति इति किमपि नास्ति अत्र, यतोहि व्रस्य ब्रस्य इति सूत्रे तु ब्रज्ज इति उक्तं, तर्हि अत्र तु बाब्रज् अस्ति इति भिन्नः एव आतिदेशिकधातुः अस्ति. आतिदेशिकधातु तर्हि कथं वा सूत्रस्य प्रवृत्तिः? सनाति खलु, सो यङ्ग् इट्स् वन् आफ् द सनाति प्रत्यय, सनात्यन्ता धातवः इत्यनेन धातुरूपमेव. आम् धातुः अस्ति, परन्तु सूत्रे तु तत्र सनाद्यन्तधातोः ग्रहणं न कृतं खलु सूत्रे. आम् आं भगिनि, सूत्रे तु औपदेशिकधातोः एव ग्रहणं कृतम्. तर्हि कथं सूत्रस्य प्रसक्तिः अत्र? धातुत्वम् अस्ति, न धातुत्वम् अस्ति इति न, समानधातुत्वं भवेत् खलु, ब्रज् इति धातुत्वं भवेत् खलु. अत्र अस्ति वा ब्रज् इति धातुत्वं वा ब्रज् इत्यत्र नूतनधातुः खलु? निजन्त यदा वयं पठितवन्तः तदा एकं दीर्घं वास्तिकं प्रकृतेन विकृत्यस्यापि इदं तु विकृतिः नास्ति, इति विकृतिः नास्ति, इदं विकृतिः नास्ति, इदं तु अयं तु नूतनः धातुः, विकृतिः नास्ति, मूलधातुः अयं तु मूलधातुः. चर्यानुसारं धातुः स्वीक्रियते वा? न, अत्र वस्तुतः एका परिभाषा अस्ति, किं प्रकृतिग्रहणेन यङ् लुगन्तस्यापि ग्रहणम् इति परिभाषा. प्रकृतिग्रहणेन यङ् लुगन्तस्यापि ग्रहणम् इति परिभाषया अत्र व्रज व्रज इति सूत्रे ब्रज् इति उक्तं, तथापि बाबरस् इत्यस्यापि ग्रहणम् इति स्वीकृत्य कार्यम्. ओके, समीचीनम्, धन्यवादः. धन्यवादः. तर्हि अग्रे गच्छामः वा? अस्तु, दद् इति किं सूर्यकुमारी भगिनी वदतु. हा भगिनि, धातु अस्ति दद्, यङ्लुगन्तधातुः दादद्, तत्र धकारः जस्वर्णः अस्ति, प्रत्ययः तकारादिप्रत्ययः, अल्नाभ्यो दीर्घात् सूतीसी अप्रोक्ताः इत्यनेन तकारलोपः भवति. दादद् पदमस्ति. अडागमः उक्तवती वा अदादद्? न भगिनि, क्षम्यताम्, अदादद् अदादद् अस्ति. तत्र एकाचो बशो बश्चसन्तस्य इत्यनेन धकारस्थाने धकार आयाति, दादद् भवति. दादद् पदसंज्ञा अस्ति. जलां जशन्ते इत्यनेन दादद् भवति. क्षम्यताम्, अदादद् भवति. अवसाने इत्यनेन अवाधत् भवति. अदादद् भवति. सकारपरे तत्र अदादद् भवति. तत्र दकार अस्ति, दकारस्थाने सिप्धातोरुर्वाय् इत्यनेन दकारस्थाने रुक्तुं भवति. अथ केन सूत्रेण? सिप्धातोरुर्वा न सकारान्तः नास्ति खलु सिप्धातोरुर्वा इत्यस्य कार्यार्थम्, अत्र दकारान्तः अस्ति. दच्छ, क्षम्यतां भगिनि, दच्छ दच्छ सिपि परे दकारस्थाने रेफायाति अदा धर् भवति करवसाने विसर्जनीयः इत्यनेन अधः भवति वा अधः भवति एकरूपम् अन्यत् रूपम् त्रीणि रूपाणि सम्यक् समीचीनं धन्यवादः भगिनि धन्यवादः तर्हि ब्रह्म बम्ब्रम् इति किं शोभा भगिनी वक्तुमिच्छति वा आं भगिनि भ्रम् धातुः बम्ब्रम् इति यङ् लुगन्तरूपं किं लङ्लकारे इदानीं करणीयम् अबम्ब्रम् इति भवति तर्हि अबम्ब्रम् योगः ता इति तातिङ्गन्तप्रत्ययः तर्हि तत्र गुणस्य प्रसक्तिः नास्ति बम्ब्रम् अबम्ब्रम् इदानीं भ्रम् इति अन्ते धातोः अन्ते मकारान्तधातुः भवति तर्हि तत्र मकारान्तधातोः मोनो किं मोनो धातोः इति सूत्रेण मकारान्तस्य धातोः पदस्य नकारादेशः भवति अबम्भ्रन् इति भवति अबम्भ्रन् इदानीं वदतु अबम्भ्रन् इदानीं तत्र नकारान्तधातोः कृते अग्रे कार्याणि न सन्ति इति चिन्तयामि भगिनि तत्र तावदेव तिष्ठति वा अबम्भ्रन् इति हा सम्यक् इति एकः प्रश्नः अत्र रेपः अस्ति तर्हि नत्वं भवति वा हा नत्वम् अबम्भ्रन् रेपः रेपात् परं नकारस्य नत्वं पदस्य अन्ते नत्वं न भवति खलु हा सत्यं सूत्रं स्मरति वा हा पदान्ते न इति अस्ति इति चिन्तयामि सत्यं सूत्रं पदान्ते किं पूर्वं पठितवती पदान्ते न इति अस्ति वा अथवा पदान्तस्य पदान्तस्य हा पदान्तस्य तावदेव अस्ति वा पदान्तस्य न इति अथवा पदान्तस्य एव केवलं पदान्तस्य पदान्तस्य हा पदान्तस्य नत्वं न भवति अतः पूर्वस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः आयाति अतः मध्यमपुरुषे मध्यमपुरुषे तत्र मकारान्तधातुः अस्ति अतः किं कार्याणि कार्ये भिन्नत्वं नास्ति इति चिन्तयामि तदेव रूपं भवति अबभ्रम् इति अबभ्रन् क्षम्यताम् अबभ्रन् सम्यक् ओके अस्तु अस्तु समीचीनं धन्यवादः तर्हि इदानीम् अग्रे किम् अनिमा भगिनी वक्तुमिच्छति वा आं भगिनि ध्रस् इति धातुः सकारान्तः अस्ति चेत् तिप्पियनस्तेः सकारस्य दः भवति सिप्पि धातुरुः वा इति सूत्रद्वयं स्मरणे भवेत् इदानीं लङ्लकारे अदाध्रस् इति रूपं हल्नाद्योदीर्घसूतिस्य प्रक्तं हल् इत्यनेन तिप् इत्यस्य लोपः भवति अदाध्रस् इत्येव तिष्ठति इदानीं तिप्पियनस्तेः सकारस्य दकारादेशः अदाध्रद् इति भवति विकल्पेन पदान्ते अस्ति अतः अदाध्रत् इत्यपि भवितुमर्हति. एवमेव सिप् परे रूपद्वयम् एतद्द्वयं भवति, यतोहि सिप् इत्यस्य अपि लोपः भवति हल्नाद्भो दीर्घात्सुतिस्य प्रकृतं हल् इत्यनेन. अपरं रूपं भवति सिपि धातुः रुः वा इति, अतः अदा धृर् इति भवति. खरवसानयोर्विसर्जनीयः इत्यनेन अदा धृः इति भवति. तर्हि त्रीणि रूपाणि खलु? आम्, त्रीणि रूपाणि भवन्ति. कानि तानि? अदा धृत्, अदा धृद्, अदा धृः. सम्यक्, समीचीनम्. तर्हि स्त्रिप् सरीस्त्रिप् इति उषभग्नि वदतु. अस्तु, परि न सृप् धातु उक्तवती खलु समानरूपम् इति, तत्र सिपि धातुरुर्व इति उक्तवती खलु. तर्हि त्रीणि रूपाणि भवति, तदा पुनः दकारान्तो भवति न, तर्हि दश्च अपि कार्यं करोति न. त्रीणि रूपाणि उक्तवती खलु, त्रीणि रूपाणि, यतोहि दश इत्यनेन पुनः समानरूपमेव लभ्यते. अस्तु, सृप् धातु सरीसृप् इति यङ् लुगन्तरूपं, सरीसृप् लङ् धातु असरि अडागमः, असरीसृप् योगः तकारः, असरीसृप् योगः तकारः प्रथमगुणकार्यम्, असरीसर्प् भवति असरीसर्प् योगः तकारः हल्ङ्याभ्यो दीर्घाच्युतिस्य प्रक्तं हल् तकारलोपः असरीसर्प् इति भवति असरीसर्प् पदान्त सर्प् रेपस्य परः सकार एव भवति लोपः भवति रात्सस्य. सो असरीसर्प् एव भवति, असरीसर्प् तिष्ठति एव, असरीसर्प् पदान्त इत्यनेन संयोगान्तस्य लोपः भवति वा न भवति वा भगिनि? असरीसर्प् संयोगान्तस्य लोपः प्रसक्तिः इति प्रसक्तिः अस्ति, परन्तु अनन्तरं राक्षस्य इत्यनेन रेपात् परः सकारः एव लोपः भवति, अत्र सकारः नास्ति इत्यनेन असरीसर्प् एव तिष्ठति. इतोपि कार्यमस्ति अग्रे, दष्ट्वम् अपि भवति, असरीसर्ब् अपि भवति, असरीसर्प् असरीसर्ब् भवति जलां जशोन्ते इत्यनेन, अनन्तरं वावसाने इत्यनेन असरीसर्प् अपि भवति. रूपद्वयम् अस्ति, तथा एव सकारात् परः अपि असरीसृप् योगः तकारः, असरीसर्प् योगः सकारः, सकारलोपः असरीसर्प् तथा एव समानरूपाणि असरीसर्प् असरीसर्ब्. ओके, सम्यक्, समीचीनम्. तर्हि जसि जन्स् जा जन्स् इति किं विजयलक्ष्मी भगिनी वदति वा? आं भगिनि, जन् जसि इति तु नुम् धातोः इति नुम् आगमः, जन्स् इति अस्ति, जा जन्स् तत्र अडागमः, अजा जन्स् सकारः नकारयोः संयोगः अस्ति, नकारसकारयोः संयोगः अस्ति, अतः संयोगान्तस्य लोपः अजा जन्. अत्र मोनोधातोः न भवति खलु भगिनि? मकारान्तः नास्ति खलु? ओ सत्यं, नकारः अस्ति. आम्, अजाजन् प्रत्यये परे अपि अजाजन्. समीचीनं, समीचीनं, सत्यं. तर्हि पद्मनाभन् महोदय वदति वा खुर्च् जोहुर् प्रयत्नं करोमि महोदय खुर्च् धातुः अस्ति अत्र यङ् लुगन्धरूपं जोहुर्च् इति भवति अनन्तरं जोहुर्च् इति भवति अत्र लङ् लङ्गि अडागमः अस्ति अतः अजाजन्स् इति भवति हुर्च् हुर्च् हुर्च् धातुः जो हुर्च् हुर्च् हुर्च् जो हुर्च् जो हुर्च् अस्तु जो हुर्च् धातुः अस्ति अत्र लङ्गि अडागमः भवति अतः अजो हुर्च् इति भवति अजो हुर्च् इति भवति अत्र अजो हुर्च् अजो हुर्च् अत्र अजो हुर्च् अत्र राल्लोपः इति राल्लोपः इति सूत्रेण हुर्च् इत्यस्य सकारस्य इत्यन्ते विद्यमानस्य चकारस्य लोपः भवति अतः जोहुर् इति भवति अत्र तकारः अस्ति अजोहुर् अजोहुर् अजोहुर् इति भवति अनन्तरं प्रथमपृष्ठे एकवचने चकारः अस्ति अत्र पुगन्धलघुपदस्य च इति सूत्रेण हुर् इत्यस्य उकारस्य गुणकार्यं भूत्वा अजोहोर् इति भवति अजोहोर् योगः तकः अस्ति अत्र हल्म्याभ्यो दीर्घा स्तुतिश्च प्लुप्तं हल् इति सूत्रेण चकारस्य लोपः भवति अतः अजोहोर् इति भवति अनन्तरम् अत्र रेपः अस्ति अन्तिमम् अतः करावसानयोर्विसर्जनीयः इति सूत्रेण रेपस्य स्थाने विसर्गः भवति अजोहोः इति भवति ओके अजोहोः या ओके समीचीनं मध्यमपृषेपि एवं एवमेव भवति अजोहोः अजोहोः मध्यमपुरुषे अपि अन्यत् किमपि नास्ति खलु अजोहोः हा अजोहोः एवमभवत् सत्यम् ओके ओके इदानीं तत्र वृत्तधातोः किं लक्ष्मीभगिनी लक्ष्मीभगिनी पठति वा किञ्चित् न न एकक्षणम् अत्र हा एकक्षणमस्ति क्षम्यता भगिनी उमा भगिनी एतावता न पठितं तर्हि भगिनी पठति उमा भगिनी एकवारं पठतु क्षन्तव्यम् मीना भगिनी अपि न पठितवती ओके उमा भगिनी पठति वा सो अडागम आगच्छति वरी वृत् देन् वृत् बिकम्स् वर् वरी वर्त् आगच्छति वरी वर्त् वरी वर्त् देन् हल्याभ्यो दीर्घासुतिस्य पृथं हल् इति सूत्रेण त लोपः वरिवर्तः त लोपः भवति अवरिवर्त् जलान्धसूत्रे इति सूत्रेण वरिवर्द् आगच्छति देन् अवरिवर्त् इत्यत्र संयोगान्तस्य लोपः कार्यं न करोति वा संयोगान्तस्य लोपः अवरिवर्त् न करोति वा कार्यम् किमपि म्यूट् करणीयम् संयोगान्तस्य वस्तुतः संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति परन्तु रात्सस्य इत्यनेन बाधितम् रेपात् परस्य सकारस्य एव लोपः, न तु तकारस्य, अतः तयोगान्तस्य लोपः बाधितम्। अतः तदनन्तरं जलां जष्वन्ते इति यथा उक्तवती भवती, सत्यं सत्यं, वावसाने जलां जष्वन्ते, समीचीनं। तर्हि सिपि परे किं भवति? सिपि परे अधोभागे दत्तमस्ति, एकवारं पठित्वा वदतु। सिपि परे अवरीब् यथा सिपि परे अवरीवर् अवरीवर् दश्च इति सूत्रेण सिपि परे धातोः पदान्त दकारस्य स्थाने दकारस्य स्थाने सिपि परे धातोः पदार्थ दकारस्य स्थाने विकल्पेन रु आदेशो भवति। अवरीवर् रोरि इत्यनेन रेफस्य रेफे परे लोपः, र लोपः, अवरीवर् द्रलोपे पूर्वस्य निर्घोणः इत्यनेन धनेशयोः लोप निमित्तयोः पूर्वस्याणो दीर्घः ओ ओके अवरीवर् अरिवार् इति आगच्छति ओके अवरीवार् करवसाने विसर्जनीयः इत्यनेन अवसाने रस्थाने विसर्गादेशः अवरीवाः इति आगच्छति। समीचीनं, अवरीवाः इति अस्ति, सम्यक्। तत्र रोरि इति सूत्रं यथा डोडे लोपः इति सूत्रं, तथैव रोरि इति सूत्रम्। अत्रापि तत्र रोरि इति सूत्रं त्रिपाद्याम् अस्ति, ड्रलोपे पूर्वस्य दीर्घोणः इति सपादसप्ताध्यायम् अस्ति। कथं तस्य कार्यं भवितुम् अर्हति? असिद्धं नास्ति वा, पूर्वत्र असिद्धम् इत्यनेन तत्र कार्यसिद्धं न भवति वा? द्वयोः आगच्छति न द्रलोपि पूर्वस्य दीर्घोणः आगच्छति, रोर्य आल्सो आगच्छति। तस्य विषये अग्रे पठामः, इदानीम् अग्रे दत्तमस्ति, तत् पठामः। ओके, तर्हि इदानीं तत्र रोरि अपि च ड्रलोपि पूर्वस्य दीर्घोणः अनयोः सूत्रयोः विवरणं मीना भगिनी स्वीकरोतु। रोरि रेपस्य लोपः रेपे परे, रः षष्ट्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रं, रोडे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः तयोर्वयो वा अचि संहितायाम् इत्यस्यां संहितायां इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रः लोपः रि संहितायां, रेपः लोपः रेपः परे, रेपस्य लोपः रेपः परे एव तत्र उक्तम्। अग्रे पठामि वा? आमां, डोडे लोपः इत्यपि द्रलोपे पूर्वस्य दीर्घो अणः क्षम्यताम्, रेपयोः लोपनिमित्तयोः दकाररेपयोः लोपनिमित्तयोः पूर्वस्य अणः दीर्घः भवति। दकाररेपयोः लोपस्य निमित्तक दकाररेपे परे, निमित्तक दकाररेप दकाररेपयोः लोपस्य लोपस्य निमित्त डकाररेपे परे अण् प्रत्याहारे स्थितस्य दीर्घादेशो भवति। द्रलोपे इति द्वन्द्वगर्भ उपपद तत्पुरुष समासः, डर् डर् च ड्र डर् च द्रौ इतर इतर द्वन्द्वः द्रौ लोपयति इति द्रलोपः तस्मिन् द्रलोपे द्रलोपः गर्भद्वन्द्वः उपपद तत्पुरुषः द्रलोपे सप्तम्यन्तं पूर्वस्य पूर्वस्य षष्ट्यन्तं दीर्घः प्रथमान्तम् अनः षष्ट्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं द्रलोपे पूर्वस्य अनः दीर्घः यत्र दकारयोः निमित्तरूपेण पूर्वनः दीर्घः दकाररेपयोः लोपः भवति निमित्तं किं दकाररेप एव निमित्तं वा दकाररेपयोः लोपस्य तादृशमेव निमित्तं निमित्तडकाररेपे परे अण् प्रत्याहारः स्थितस्य दीर्घादेशो भवति सो द्रलोपे इति अस्ति चेत् तत्र पूर्वस्य अण् प्रत्याहारस्य दीर्घः भवति इदानीम् उदाहरणं दत्त्वा एव अवगमनीयमिति चिन्तयामि मया पूर्वं यद् उदाहरणं दत्तं तदेव स्वीकृत्य प्रतिपादयतु पूर्व उदाहरणं कुत्र दत्तं भगिनि इदानीमेव अवरिवृत् इत्यत्र पठितं खलु अवरिवृत् भवति अवरिवर्त् अवर्धिवर्ध् भवति जलां जशान्ते अवरिवर्ध् अवरिवर्धश्चेत् विकल्पेन ऋत्वं भवति अवरिवर् अवरिवर् इति भवति अवरिवर् रोरि रेपात्परस्य रेपः लोपः भवति सो अवरिवर् इर् अकारस्य रेपः भवति दश्चेति सूत्रेण अवरिवर् इर् भवति रोरि रेपात् परे लोपः लोपः सो अवरिवर् तत्र द्रलोपः भवति किल द्रलोपे पूर्वस्य दीर्घः अवरि अकारः अस्ति अवरिवर् अस्ति अकारः अण् प्रत्याहारे अकारः अस्ति सो अवरिवार् इति भवति अवरि अवावसाने अवरिवाः सो अवरिवर्द् अवरिवर्द् न भगिनि अत्र रूपाणि कानि इति तत्र मास्तु अत्र द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य निमित्तं किं किमर्थं कार्यं करोति तत्र अत्र फोकस् करोतु अवधानं अवरिवर् योगः दश्च इति सूत्रेण अवरिवर्द् अस्ति दश्च इति सूत्रेण सर्वं भगिनि तत्सर्वं त्यजतु इदानीं रोरि सर्वं जातम् इदानीम् अवरिवर् इति रूपं लब्धम् अवरिवर् इति रूपं लब्धम् इदानीं द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं कथम् तत्र रेपः लोपः भवति रोरि इति सूत्रेण सो अवरिवर् इति तिष्ठति सो द्रलोपे एक पूर्वस्य अण् भवति वर् इति अकारः अस्ति सो अवरिवार् इति तिष्ठति ओके अस्तु समीचीनम् इत्युक्ते तत्र वर् इत्यत्र यः रेपः अस्ति सः एव द्रलोपः अस्ति द्रलोपः अस्ति यतोहि सः रेपस्य लोपं कारयति इति कृत्वा तस्मात् पूर्वं यः अण्वर्णः अस्ति अकारः तस्य दीर्घत्वं भवति येन वार् इति रूपं लभ्यते अवरिवार् इति अवरिकरावसान इति सः अवरिवाः इति अन्यरूपमपि समीचीनं सम्यक् अस्तु भगिनि धन्यवादः महोदय अत्र लोपे इत्यस्य विवरणं यदा डकार रेप लोपः कारयति तत् रेपः इत्यस्ति हा इति अस्ति ड्रलोपः इत्युक्ते ड्रलोपः इत्युक्ते अत्र यतोहि ड्रलोपः इत्यस्य समस्तपदस्य विग्रहवाक्यं किम् इति अवगन्तव्यम् ओके तत्र ड च र च ड्रौ इति द्वन्द्वः अस्ति ड्रौ इति द्वन्द्वः तर्हि ड्रौ लोपयति इति ड्रलोपः ड्र इत्यत्र डकारः रेपः तर्हि इदानीम् अत्र अस्माकं प्रसङ्गे केवलं रेपः अस्ति रेपं किं लोपयति अत्र यः रेपः दृश्यते अन्ते अवरीवर् इत्यत्र यः रेपः अस्ति सः रेपः एव रेपं लोपयति खलु अतः सः रेपः ड्रलोपः अथवा रलोपः सः एव रलोपः यः यः रेपः डकारस्य रेपस्य लोपं कारयति तस्मात् पूर्वम् अन्वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति हा इति अस्ति इति अस्ति अत्र रेपः परे यः अस्ति निमित्तिकरेपः यः रेपः पूर्वधनस्य पूर्वं स्थितस्य रेपस्य लोपं कारयति लोपं कारयित्वा इदानीं तिष्ठति निमित्तरूपेण इति कृत्वा तस्मात् पूर्वम् अणः दीर्घत्वं भवति सम्यक् अवगतम् समीचीनं तर्हि इदानीं सर्वैः उक्तं खलु अत्र कोऽपि अस्ति वा एकवारमपि न उक्तवती भगिनी लोपयति इति अपि उपपदसमासः एव वा आमां लोपयति इति न लोपयति इति उपपदसमासः नास्ति ड्रौ लोपयति इति ड्रलोपः इति उपपदसमासः तदेव लोपयति इति अस्ति खलु ड्रौ ड्रौ इति कर्मपदम् अस्ति तत्र ड्रौ लोपयति इति ड्रलोपः ड्रौ इति द्वितीयविव कर्मपदम् अस्ति तत्र लोपयति यथा तत्र कुम्भं करोति इति कुम्भकारः तथा तत्र ड्रौ लोपयति इति ड्रलोपः लोपति इति अपि अस्ति वा भगिनि लोपति वा स्वयं यदा लोपः भवति न भवति किं स्वयं लोप अत्र तु कारयति स्वयमेव लोपः भवति चेत् किं वक्तव्यं लुप्यते अथवा लोपः ड्रौ लोपः ड्रौ लोपः इति वक्तव्यं तदपि ड्रौ लोपः एव तद् ड्रलोपः इति वा स्वयं तत्र लुप् धातोः रूपं पश्यतु चतुर्थगणे लुप्यति लुप्यति लुप्यति ड्रौ लुप्यति इति उक्त्वा ड्रलोपः इति वक्तुम् इच्छति वा परन्तु अत्र अत्र तु यद् लुप्तं तद् नास्ति खलु इदानीं तत् सूत्रात् न अवगच्छामः तत् व्याख्यानं पठित्वा एव अवगम्यते खलु इत्युक्ते भवती किं वक्तुमिच्छति इति चेत् यद् यः रेपः इदानीं नास्ति तादृशरेपात् पूर्वम् अण्वर्णस्य दीर्घत्वं भवतु इति तथा चिन्तयितुं शक्नुमः खलु इति प्रश्नः खलु किमर्थं तथा चिन्तयितुं न शक्नुमः एवमेव किमर्थं चिन्तनीयम् इति भवत्याः प्रश्नः उचितः प्रश्नः तर्हि किमस्ति समाधानम् समानमेव रिजल्ट् भवति लुप्यति लोपयति द्वौ अपि समानकार्यमेव कुर्वन्ति खलु रेफस्य लोपः यत्र डकाररेप् रेफाभ्यामेव भवति तदा एव दीर्घवर्णः अपि भवति इति अन्यत्र कुत्रापि डकाररेफयोः लोपः भवति किन्तु निमित्तं तु डकाररेफः नास्ति चेत् तत्र दीर्घः न भवति डकारात् परे डकारः वर्तते चेत् यद् यस्य ढकारस्य पूर्वस्थानमस्ति तस्य पूर्वम् अनुभवति चेत् इति सूत्रं वदति. यदि पूर्व ढकारस्य एव लोपः भवति तदापि अण् तत्र एव अस्ति खलु. परनिमित्तं न वक्तुं शक्यते खलु. यद् नास्ति तद् परनिमित्तम् इति कथं वक्तुं शक्नुमः? यद् अस्ति तदेव परनिमित्तं खलु. यद् यः वर्णः लुप्तः सः वर्णः परनिमित्तं कथं भवितुमर्हति? इदानीं नास्ति सः रेपः, तादृशरेपः निमित्तरूपेण कथं स्वीकर्तुं शक्यते खलु? परनिमित्तम् इत्युक्ते तद् तस्मात् पूर्वं कार्यं भवति, तद् तद् सः वर्णः इदानीम् अस्ति. इदानीं सः वर्णतुः नास्ति, तर्हि कथं तद् निमित्तरूपेण स्वीकर्तुं शक्नुमः? कुत्रापि तत्र किं पाणिनीयसूत्रेषु तथा अस्ति वा सप्तमीभक्तिः इति परनिमित्तम्? परन्तु एकः एव रेफः गतः खलु, अपररेफस्य अपि पूर्वम् अण् अस्ति खलु. तदेव तदर्थमेव ड्रौ लोपयति इति उक्तं. तदर्थं परनिमित्तम् अस्ति. तादृशरेपः यः पूर्वतनरेपस्य लोपं कारयति तादृशरेपः इदानीम् अस्ति निमित्तरूपेण, तस्मात् पूर्वम् अणः दीर्घत्वं भवति इति सूत्रार्थः सम्यक् सङ्गच्छते. अस्तु भगिनि. ओके, तर्हि इदानीं किञ्चित् इदानीं लक्ष्मीभगिनी अग्रे पठतु तत्र. विसर्गसन्धौ विसर्गसन्धौ रेफस्यां प्रसिद्धोदाहरणं पुनः रमते पुनर्रमते रोरि इत्यनेन रेफस्य रेफे परे लोपः पुनः योगरमते रलोपे पूर्वस्य दीर्घोणः पुनारमते अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम् रेफलोपनिमित्तकरेफात् प्राक् अण् प्रत्याहारे अन्यतमवर्णो अस्ति अकारः इति, अतः अण् अणः दीर्घत्वं भवति. अत्र विसर्गसन्धिः प्रदर्शयित्वा अत्र उदाहरणं पुनः विवरणं करोति. पुनः योग रमते इत्यस्मिन् प्रसङ्गे विसर्गस्य विसर्गस्य रेपः विसर्गस्य रेपः इति एव एकं सूत्रमस्ति खलु भगिनि? किं विसर्गस्य पुनरेव तत्तु अव्ययमस्ति खलु तस्य? हा, पुनरिति अव्ययम्. हा, मूले एव रेपः अस्ति. हा, मूले रेपः. आम् आम् आम्. पुनर्योग रमते अत्र रेपः रेपद्वयं संहितायां वर्तते. अत्र रोरि इति सूत्रेण रेफस्य रेपे परे लोपः भवति, अतः रेपे परे रेफस्य लोपः इति कारणात् पूर्वरेफस्य लोपः कृत्वा पुनः योग रमते इति रूपम्. अत्र ढ्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण इदानीं रमते इत्यस्य रेफः इति निमित्तरेपः अस्ति. निमित्तरेपः परे अस्ति चेत् पूर्वस्थितस्य अणः दीर्घः भवति इति इदं सूत्रं वदति. अतः पूर्वं नकारोत्तरवर्ति अकारस्य दीर्घः भूत्वा पुनः रमते इति रूपं सम्भवति इति अत्र प्रदर्श्यते. समीचीनं भगिनि, सम्यक् अस्ति, समीचीनम्. अग्रिमपरिच्छेदः किं विजयलक्ष्मी भगिनी स्वीकरोति वा? आं भगिनि. अत्र कश्चन प्रश्नः उदेति यत् रोरि त्रिपादीसूत्रं ढ्रलोपे पूर्वस्य दीर्घोणः च सपादसप्ताध्याय्याम् इति कारणतः पूर्वत्र सिद्धम् इत्यनेन रोरि इत्यस्य कार्यम् असिद्धं न भवति किम्? अत्र सिद्धान्तः कार्यं करोति आश्रयात् सिद्धत्वं. यावत्पर्यन्तं रोरि न स्यात् तावत्पर्यन्तं ढ्रलोपे पूर्वस्य दीर्घोणः इत्यस्य रेफनिमित्तिक प्रसक्तिर् न भविष्यति एव. रोरि इत्यस्य आश्रयेण ढ्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं सिद्ध्यति. रोरि नास्ति चेत् ढ्रलोपे पूर्वस्य दीर्घोणः निरवकाशं भवति. रोरि इति सूत्रं त्यक्त्वा ढ्रलोपे इत्यस्य रेफनिमित्तकत्वं निरर्थकम्. किमर्थं न ढ्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं रोरि इत्यस्य अनन्तरम् अष्टाध्याय्यां स्थाप्येत इति चेत् न स्थाप्येत इति चेत् ढ्रलोपे पूर्वस्य दीर्घोणः इत्यस्य दीर्घशब्दस्य अनुवृत्तिः आवश्यकी. षष्टमाध्यायस्य तृतीयः पादः तत्र द्वादशाधिकशततमं सूत्रम् इत्यस्मात् आरभ्य षष्टमाध्यायस्य चतुर्थपादे अष्टादश इति यावत् दीर्घ इति शब्दस्य अनुवृत्ति आवश्यकी अस्ति इति कृत्वा ड्रलोपे पूर्वस्य दीर्घोणः तत्र अस्ति इति. त एतत् एव कारणं वा अग्रिमसूत्रे दीर्घः दातुं शक्यते खलु? किमर्थं किमपि वक्तव्यं तद् उक्तं भगिनि. अग्रिम तथा न कृतं खलु पाणिनिना? पाणिनिना सपादसप्ताध्यायमेव स्थापितं तत् सूत्रं. किमर्थं स्थापितम् इति चेत् तत्र दीर्घ इति शब्दस्य अनुवृत्तिः आवश्यकी इति तत्र उक्तम्. इत्युक्ते पाणिनि आल्वेस् ट्रैस् टु ग्रूप् द सूत्र सो देट् यु केन् सिम्प्लिफै दि अनुवृत्ति. दट् इस् हिस् मेन् गोल्. इति वक्तव्यम् आश्रयात् सिद्धत्वम् इति वक्तव्यम्. इत्युक्ते वस्तुतः पूर्वत्र सिद्धम् इति असिद्धं भवेत् परन्तु एवं न स्वीक्रियते चेत् रोरि अनन्तरं डोडेलोपः इत्यनयोः सूत्रयोः कार्यानन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं कार्यं न करोति असिद्धम् इति वयं वदामः चेत् ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं कदापि न भवति. सूत्रमेव व्यर्थं भवति. अतः पूर्वत्र सिद्धम् इत्यस्यापि अपवादः इति वक्तव्यम् अत्र. अनन्तरं प्रश्नः किमर्थं सपदसप्ताध्यायं स्थापितं? त्रिपाद्यामेव स्थापयतु खलु महोदय पाणिनि, किमर्थं तत्र स्थापितं भवान् इति पृच्छामः चेत् तत्र किमपि वक्तव्यं. तत्र दीर्घः वस्तुतः एवमेव अस्ति. दीर्घः इति पदस्य अनुवृत्तिः अग्रे अस्ति, अग्रे दृश्यते. तर्हि वयं वक्तुं शक्नुमः तदर्थं तत्र स्थापितम् इति वक्तव्यम्. अस्तु तर्हि अत्र रोरि किमर्थं त्रिपाद्यं? रोरि अपि अत्र एव स्थापयितुं शक्यते खलु? न वा? डोडे लोपः तु तत्र अस्ति खलु? न, रोरि रेफात् परे रेफः तत्र किं खरवसानयोर्विसर्जनीया एतत् सर्वम् आवश्यकं खलु? न, वाट् इस् दट् सूत्रं? रेफः रु आगच्छति खलु? सरवसानयोर्विसर्जनीयः इत्यत्र रः इत्यस्य अनुवृत्तिः अस्ति पूर्वस्मात् सूत्रात्. ततः रोरि इति पूर्वं स्थापितं, तस्मात् एव करवसानविसर्जनीयः इत्यत्र रः रहस्थाने विसर्गः इति उक्तं खलु, तादृशरः पूर्वस्मात् सूत्रम् आगतम्. अनुवृत्तेः जालः, अनुवृत्तिजालः, वेब् आफ् अनुवृत्तिस्. किं रोरि अपि लोप अपि अनुवृत्ति अस्ति? लोप कुत्र अस्ति लोपः? रोरि इत्यस्य दलोपे पूर्वस् आमामां डोडे लोपः अनन्तरं रोरि सूत्रद्वयं तत्र स्थापितं. यतोहि डोडे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः रोरि इत्यस्मिन् भवति, रोरि इत्यस्मात् रः इत्यस्य अनुवृत्तिः अग्रे भवति करवसानयविसर्जनीयः इत्यत्र. इति कृत्वा तत्र अनुवृत्तिवशात् तत्र तत्र स्थापितमस्ति. चक्रव्यूहः एव यथा अभिमन्युः बहिः न आगन्तुं शक्तवान् तथैव अस्माभिः अपि बहिः आगन्तुं न शक्नुमः. एकवारम् अन्तः प्रवेशं प्राप्नुमः. अस्तु अस्तु अग्रे गच्छामः. तुर्वी तोतुर्व इति अस्ति. तोतुर्व इति किम् अरुणा भगिनी करोति वा? आं भगिनि. तुर्वीर्धातुः यङ् लुगदरूप धातुः अस्ति. तोतुर्व लङ्लकारे अडागमवदति प्रथमम् अतो तु भवति योगः तकार संयोग अस्ति. रेफ अस्ति, फकार अस्ति. रेफ पूर्वं सकार नास्ति, अन्ते सकार नास्ति. संयोगस्य लोपः इति रूपेण रेफ बकारलोपो भवति. न, तस्मात् पूर्वम् अत्र भिन्नसूत्रमस्ति, वस्तुतः अङ्गकार्यमस्ति. ओ पुगन्त नो अत्र राल्लोपः इति अस्ति खलु. न वा, राल्लोपः अस्ति खलु. रेपात् परस्य चकार वकारयोः लोपः. ओ राल्लोपः. सो अतो चुर् धातु सुगन्धलघुपदस्य इत्यनेन गुणः भवति. वस्तुतः भगिनी अतो तुर्व योगः तकारः. इदानीं प्रथमतया राल्लोपः इत्यनेन वकारस्य लोपः, तदनन्तरं हल्न्याभ्यो दीर्घात् सुतिस्य प्रत्तं हल् इत्यनेन तकारलोपः. वस्तुतः तकारलोपात् पूर्वं गुणः अतोत्तोर् योगः तकारः. कर्वसाने इति सूत्रेण अतुर्तोः भवति. अतोतोः अतोतोः यः अतोतोः भवति. सकार अस्ति चेत् मध्यमपुरुषे अत्रापि गुणः अस्ति. अतो अत्रापि ससजशोरुः इति सकार न न ससजशुरुः इत्यस्य कार्यमेव नास्ति. अत्र साक्षात् रेपः अस्ति खलु. अत्रापि खर्वसन सूत्रेण तोः भवति. अतु तोः इति भवति. धन्यवादः. नमस्कारः. ओके, वृद्ध इति धातुः अनिमा भगिनी करोतु. कारः अस्ति अतः ओके अस्तु. वरि वृद् योगः तकारः, तत्र हल्न्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इत्यनेन तकारस्य लोपः भवति. पुगन्धलघुपतस्य इत्यनेन वरि वर्ध इति भवति. तदनन्तरं जष्त्वं भूत्वा वरि वर्द् इति भवति. इदानीं दकारः अस्ति अतः तिप्पियन न वरिवर्द् इत्येव भवति. विकल्पेन वरिवर्त् इत्यपि भवति. जलां जष्वन्ते वावसाने खलु. वावसाने इदानीं सकारः अस्ति चेत् तदापि हल्न्याभ्यो दीर्घसुतिस्य प्रक्तं हल् इत्यनेन सकारस्य लोपः भवति. पूर्ववत् वरिवर्द् वरिवर्त् इति भवति. दश्च ऐ मीन् दश्च इत्यनेन रेपः अपि भवति इति चिन्तयामि. सत्यं. सो वरि वर् र इति भवति, इदानीमपि रोरि लोपः भवति, रोरि भवति, रेपस्य लोपः भवति, वरिवाः इति भवति वा? आमाम् अवश्यं भवति खलु, झलोपे पूर्वस्य दीर्घः अणः इति, तेन अकारस्य आकारः भवति, वरिवाः इति भवति. वरिवाः अवरिवाः अवरिवाः अरि अवरिवाः सत्यम् अवरिवाः. अस्तु, बहु समीचीनं, धन्यवादः. अत्र तत्र रोरि द्रलोपे पूर्वस्य दीर्घगुणः इति कार्यं कथं भवति इति सर्वैः अवगतं वा? संशयः अस्ति वा तत्र? अस्तु, ओके. दुर्वी इति सरस्वती भगिनी वदतु. दुर्वी यङ्गन्तरूपमस्ति, दोदुर्ग अडागमो भूत्वा अदौदुर्ग भवति, टिप् अस्ति तदा सकार अवशिष्यते, तथा अदौदुर्ग योग सकार. इदानीं प्रथमं तु तत्र रेखा अनन्तरं वकारः अस्ति, अतः राल्लोपः इत्यनेन वकारस्य लोपः भूत्वा अदोदुर् योग तकार अस्ति. इदानीं पुगन्तलघुपदस्य च इत्यनेन भगिनी अमोमुर् दोदुर् अभवत् खलु? न अभवत्, न अभवत्. हा, भवती कुत्र अस्ति? अग्रगतिः भवत्याः भवत्याः यानं बहु शीघ्रं गच्छति. तर्हि अ दो दुर् अस्ति पुगन्तलघुपदस्य च इत्यनेन अ दो दोर् भवति. इदानीं हल्याभ्य दुर्गाक्षितस्य कृतं हल् इत्यनेन सकारस्य रूपं भूत्वा इदानीम् अ दो दुर् दोर् भवति. अदोदोर् भवति तदा रेफस्य खरवसानियुर्विसर्जनीयः इति भूत्वा अदोदोः अदोदोः अदोदो अदोदोः आम् सिपि परे अपि तदेव भवति, अदोदोः एव भवति. सकारस्य अदोदोः तदेव भवति, अदोदोः अदोदोः. ओके ओके, समीचीनं, सम्यक्. मध्यमपुरुषे अपि अदोदोः, या, ओके. वृष वरिवृष इति शोभाभगिनी वदतु. आं भगिनि, वृष इति धातुः वरिवृष यङ्लुगन्तरूपं लङ्लकारे अवरिवृष, अवरिवृष योगः तकारः. तत्र अवरिवृष इत्यत्र ऋकारस्य पुगन्तलघुपदस्य च इत्यनेन रेपः भवति, वर्ष अवरिवर्ष इति भवति. अनन्तरं हण्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रेण तकारस्य लोपः, अवरिवर्ष इति तिष्ठति. इदानीम् अवरिवर्ष इति तत्र अन्ते तालव्यषकारः, अतः वर्ष तत्र रेप् संयोगः पदान्ते अपि च रेपः अस्ति आदौ, किन्तु तत्र रेपसम्बद्धसूत्रं न कार्यं करोति, यथा तत्र राल् किं रात्सस्य इति नास्ति, राल्लोपः इति नास्ति. अपि च रात्सस्य इति अस्ति खलु, किमर्थं रात्सस्य? रात्सस्य इति निषेधः अपि अस्ति खलु, तत्र रात्सस्य इति अस्ति खलु भगिनि, सस्य एव लोपः इति, सस्य एव लोपः इत्युक्ते सस्य भिन्नवर्णस्य लोपः नास्ति इति निषेधः अस्ति खलु. हा आम्, अतः रात्सस्य अत्र कार्यं करोति इत्यनेन तत्र अन्तिमवर्णस्य लोपः न भवति. आम् तदेव, तदेव वक्तुम् इष्टवती, इत्युक्ते राक्षसस्य इत्यस्य कार्यं न करोति, अपि च हा रालोप इति अपि कार्यं न करोति, यतोहि तत्र वकारछकारयोः योगे नास्ति संयोगः. अपि च तत्र च इति निर्दिष्टः अस्ति व्रश्च भ्रश्च सृजमुज यजराज भ्राज छशां शः इति सूत्रे षष्टां स इति, तर्हि तस्य सूत्रस्य एव प्रसक्तिः भवति तत्र. तत्र निरवकाशत्वात् इति वक्तुं शक्नुमः खलु भगिनि? निरवकाशात् अवकाशत्वात् इत्युक्ते किम्? इत्युक्ते तत्र एकक्षणं वर्ष, तत्र वर्ष इति शकारः अन्ते अस्ति इत्यतः तदेव भवति, इत्युक्ते अन्य इत्युक्ते अन्यसूत्रस्य कार्यं नास्ति यथा. आम् अस्तु, तत्र निरवकाशत्वम् इति न भवति, यतोहि अन्यसूत्रं किम् आगच्छति तत्र न आगच्छति एव. अस्तु, मया तु न ज्ञायते अन्यत् सूत्रं किमपि आगच्छति वा तत्र इति, तर्हि तस्य एव किमपि नास्ति तत्र, अन्यत् किमपि नास्ति तदेव. तदेव तर्हि तत्र इदानीम् अवरि वर्ष इति मूर्धनेषकारः आगच्छति अन्ते, अवरि वर्ष इति अव तत्र इदानीं षकारस्य तत्र किं जस्त्वं भवेत्, तर्हि अवरि वर्ष जलां जषोन्ते इत्यनेन अवरि वर्ड् इति भवति, अपि च वावसाने चर्त्वम् इत्यनेन अवरि वर्ट् इति अपि भवति. तावत् अस्ति भगिनि. तत्र भवती पृष्टवती तदा अहं किञ्चित् न उक्त पृष्टवती, किन्तु अवरि वर्ध इत्यत्र रोरि अपि च ढलोपे दीर्घस्य पूर्वोणः इति इत्यनयोः प्रसक्तिः कथम् आगतम् इति पुनः वदति वा भगिनि? अहं वदामि, परन्तु इदानीं मध्यमपुरुषे एकवचने समापयतु खलु, अत्र समापयतु. अवरि वर्ड् अवरि वर्ट् इति समानरूपं भवति मध्यमपुरुषे अपि. आम् सत्यम्. ओके, इदानीम् अत्र किं वरि वृद्ध् इति अत्र खलु, अनिमा भगिनी भवती एव उक्तवती खलु, पुनः मन्दं मन्दं वदतु तेन भगिनी अवगच्छेत्. अस्तु, तत्र वरि वृद्ध इति अस्ति न, तत्र नास्ति खलु, दोदुर्व् इत्यत्र आसीत् खलु, दोदुर्व् दुर्व् तत्र दुर्रेफवकारयोः लोपः, क्षम्यतां, रेफवकारयोः संयोगः. न न, एकक्षणं शोभा भगिनि, अधो दो अधो दुर्व् इत्यत्र वकारस्य लोपः, राल्लोपः इत्यनेन वकारस्य लोपः. अहम् एकवारं वदामि अथवा अनिमा भगिनी वदति, तदनन्तरं न अवगच्छ गम्यते चेत् पृच्छतु. तत्र अनिमा भगिनी वदतु, अधो दुर्व् इति अस्ति, वदतु. अधो दुर्व् इति अस्ति, तत्र राल्लोपः इत्यनेन वकारस्य लोपः भवति किल भगिनि? अधो दुर् इति भवति. इदानीं पुगन्तलुकु भद्रस्य इत्यनेन अधो दोर् इति भवति. अत्र तु द्रलोपे पूर्वस्य दीर्घुणः इत्यस्य अवसरः नास्ति खलु, कुत्र अस्ति तर्हि? वरीवृद्ध इत्यस्य कृते एव, वरीवृद्ध इत्यत्र ओ मध्यमपुरुषे खलु, अवरिवर्द् इत्यत्र रेपदकारः, तत्र दश इत्यनेन दकारस्य स्थाने रेपः आयाति, तत्र रेपद्वयं भवति. हा, तत्र रेपद्वयं भवति, वदतु इदानीम् अनिमा भगिनी वदतु. अत्र वरिवृद्ध इति अस्ति, तत्र पुगन्तलघुपदस्य इत्यनेन वरिवर्ध् अवरिवर्ध् अवरिवर्ध् इति भवति. राक्षस्य इत्यनेन लोपः तु न भवति, निषेधः भवति. तदनन्तरं कुत्र अस्ति राक्षस? ओके, राक्षस ओके, वदतु. इत्यनेन सकारस्य तु लोपः अभवत् तदनन्तरं गुणः अभवत् अतः अवरिवर्ध इति भवति जलां जशोन्त्यनेन अवरिवर्ध इति दकारः भवति इदानीं दश्च इत्यनेन रेपः भवति अवरिवर् तदनन्तरं रेपः भवति इदानीं रेपः द्वयोः समीपे अस्ति अतः रोरि इति सूत्रं कार्यं करोति अतः प्रथमः रेपस्य लोपः भवति यदा प्रथम रोरि इत्यनेन प्रथमः रेपस्य लोपः भवति झलोपे पूर्वस्य दीर्घः अणः इति सूत्रस्य कार्यं भवति अतः वकारस्य अनन्तरं यः अकारः अस्ति तस्य दीर्घः भवति अवरिवार् इति भवति इदानीं खरवसानयोर्विसर्जनीयः इत्यनेन अवरिवाः इति भवति भगिनी शोभा भगिनी यथा पूर्वं करपत्रे लिखितमस्ति अवरिवृत् इत्यत्र प्रक्रिया आमां तत्र न क्षम्यतां भगिनी केवलं विस्मृतवती तत्र अवरिवर् इति रेपद्वयं भवति इति विस्मृतवती तदनन्तरं तदनन्तरं सम्यक् इत्युक्ते रोरि ढलोपे किं दीर्घस्य पूर्वणः इति तयोः सूत्रयोः भ्रमः नास्ति तत्र केवलं मम विस्मरणम् अभवत् अस्तु अस्तु धन्यवादः अत्र अवरिवृद्ध इति अवरिवर्त् अवरिवृत् इति यद् लिखितमस्ति करपत्रे तत्र अवरिवृद् इति स्थापयति चेत् सर्वं समानरीत्या प्रचलति आमां सत्यं सत्यम् ओके तर्हि इदानीं मुर्व् मुर्वी मो मुर्व् इति धातुः किं पद्मनाभन् महोदय वदति वा हा महोदय अत्र धातुः दत्तमस्ति मो मुर् लङ्गि लुङ् लङ् सारि लुङ् लङ् ऋङ् पडुदातः इति सूत्रेण अडागमः भवति अमो मुर्व् इति भवति अत्र तकारः किं प्रत्ययः अस्ति प्रथमपृष्ठे एकवचनप्रत्ययः तकारः अस्ति अत्र पुगन्तलघुपदस्य च अत्र पुगन्तलघुपदस्य च इति सूत्रेण अमो मुर् न न इदानीं प्रसक्तिः नास्ति क्षम्यताम् अमो मुर् इति भवति अत्र राल् लोपः इति सूत्रेण वकारस्य लोपः भवति अमो मुर् भवति अमो मुर् योगः तकारः अत्र पुगन्धलघुपदस्य च इति सूत्रेण अमो मोर् योगः तकारः भवति अत्र तकारः हल्ञाभ्यो दीर्घातुतिश्च पृक्तं हल् इति सूत्रेण तकारस्य लोपः भवति अमो मोर् एव भवति अनन्तरं करवसानयोर्विसर्जनीयः इति सूत्रेण रेपस्य स्थाने विसर्गादेशः भवति अमो मोः इति भवति मध्यमपुरुषे मध्यमपुरुषे एवमेव भवति अवो अमो मोः समीचीनं समीचीनं तर्हि इदानीं कृष् इति धातुः किं सूर्यकुमारी भगिनी वदति वा भगिनि कृष् यङ् लुगन्तदातु अस्ति चरि कृष् तकारान्त अङ्गमस्ति परः तकार अस्ति अचरि कृष् अङ्गं तकारः तत्र अचरि कृष् भवति पुगन्तलघुपदस्य इत्यनेन रेफात् परः सकार अस्ति राल्लोपः रात्सस्य इत्यनेन संयुक्त अक्षरं लोपः न भवति चरीकर्ष् योगचरीकर्ष् चकारान्त अस्ति व्रच्य ब्रच् सृज मृज यजराज ब्राज चषां सः इत्यनेन सत्वं भवति चरीकर्ष् भवति जलां जस्वन्ति इत्यनेन डकार भवति चरि खर्ड् भवति वावसाने इत्यनेन चरि कर्ट् भवति अचरीकर्ट् भवति क्षम्यताम् तदेव सकार अपि सकारान्त सकारादि प्रत्ययपरे अपि अचरीकर्ट् अचरीकर्ट् सम्यक् ओके मीना भगिनी अन्तिमम् कृष् दातु भगिनि कृष् दातु चरि कृष् चरि कृष् अचरि कृष् योगः लङ् लङ्लकारे भवति अचरि तदनन्तरं पुगन्तलघुबुधस्य अचरि कर्ष् भवति अचरि कर्ष् तदनन्तरं जलां जषन्ते वा अचरि कर्द् अथवा वावसाने अचरि कर्त् मध्यमपुरुषे सम्यक् अस्ति मध्यमपुरुषे मध्यमपुरुषे अचरि कृष्योग इस् अचरि सकारलोपः संयोगान्तस्य हल्ङ्याप्यो संयोग तस्य सूत्रेण तेन सूत्रेण अचरिषि अचरीकर्ष् अचरिषि अचरीकर्ष् भवति पुगन्तलघुपदस्य समानरूपमेव अचरि अचरि कर् जलां जषन्ते इति अचरि कर्द् अचरि कर्त् कर्द् कर्द् न कर्द् ड् डकारः डकार डकार नाट् डकारः ध चरिकर्ड् चरिकर्ट् समानरूपमेव किल समानरूपं तर्हि इदानीं उमा भगिनी इदानीं तत्र किं पापट् पापट् इति दातुं स्वीकरोतु शीघ्रम् आगच्छतु कुत्र अस्ति भवती अस्तु उषा भगिनी वदतु कुत्र अस्ति पापट् पापट् इति नास्ति भवत्य एकः अवसरः न दृश्यते मया योजितम् इदानीम् एकवारं वदतु ओके पापट् अपापट् अपापट् इति यङ्ग् यङ्ग् लुगन्त लङ् धातु अपापट् अपापट् योगः तकारः अपापट् महाप्राण तकारः अपापट् तकारलोपः हल्ङ्याभ्यो दीर्घातुस्य पृष्टम् अपापट् इति पदम् अपापट् योगः तकारः न तकारः अपापट् पदम् अस्ति इत्यनेन जलां जशोन्ते एव कार्यं करोति जलां जशोन्ते अपा टकारस्य महाप्राण टकारस्य स्थाने मूर्धन्य अपापड् अपापड् भवति अपापड् अनन्तरं जलां जशोन्ते इत्यनेन अपापड् अनन्तरं भावसाने इत्यनेन अपापट् अनन्तरं भावसाने पाप अपापट् अपि च अपापड् रूपद्वयम् अस्ति तकारस्य अनन्तरं सकारः अपापट् इत्यत्र तकारस्य महाप्राणटकारस्य जष्ट्वं किम् अस्ति डकारः अपापड् इति षत्वं यत् अत्र अपापट् अपापट् अपापट् प्रथमवर्ण अपापट् तदा एव सकारस्य अपापट् योगः सकारः हल्ङ्याभ्यो पुनः वक्तव्यम् इति नास्ति समानम् इति वदतु तावदेव समानरूपमेव अपापड् अपापट् सम्यक् सम्यक् तर्हि अत्र स्थगनं कुर्मः ओके प्रथमः भागः समाप्तः अग्रिमसप्ताहः द्वितीयः भागः हल्सन्धिपाठः द्वितीयः भागः आरप्स्यते अस्तु तर्हि अग्रे स्थगन अत्र स्थगनं कुर्मः धन्यवादः धन्यवादः धन्यवादः नमस्कारः धन्यवादः नमस्कारः